नमस्सर्वेभ्यः अस्माकं गीतासोपानस्य अपि च विभक्तिवल्लर्याः वर्गं प्रति स्वागतम्। तृतीया विभक्तिः अस्ति प्रवर्तमानः विषयः। तृतीया विभक्तेः उपयोगस्थानानि कानि कानि इति अद्य अस्मिता भगिनी श्रावयति, परन्तु आदौ ध्येयमन्त्रः। अस्मिता भगिनी भवती एव पठतु, अत्र अहं भाजयामि। क्षम्यताम्। भगिनि पठतु। ध्येयमन्त्रः इन्द्रियाणाम् अनुत्सर्गः मृत्युनापि विशिष्यते। अत्यर्थं पुनरुत्सर्गः साधयेद् दैवतान्यपि। अस्तु भगिनी, अर्थं जानाति किम्? अस्तु, दृष्ट्वा जानाति चेत् वदतु, जानाति चेत् वदतु। उत्तमं, वदतु। यस्, the non-attachment of the sense organs from the objects. Pathami. Drishyate. Drishtva. Drishtva pati. Drishtva. Patak. Patak. Patatu. Non-attachment of the sense organs from the objects is even more painful than death. But excess of attachment with objects can destroy even the gods. Astu ekah prashna asti, daivatani kah sadayet, daivatani kah sadayet, दैवतानि अत्यर्थं पुनरुत्सर्गः साधयेत्। उत्तमं, साधयेत्। तत्र पुनः पुनः इति शब्दस्य आवश्यकता नास्ति, यतोहि तत्र श्लोके तु आवश्यकता अस्ति, यतोहि आदौ अनुत्सर्गस्य विषयः तत्र दत्तः अस्ति। परन्तु अत्र यदा अहं प्रश्नं पृच्छामि तदा पुनः इति न आवश्यकं, परन्तु चिन्ता नास्ति। अपि च कः मृत्युनापि विशिष्यते? अनुत्सर्गः इन्द्रियाणाम् अनुत्सर्गः। उत्तमम्। इन्द्रियाणाम् अनुत्सर्गः मृत्युनापि विचार्यते, विशिष्यते। तत्र मृत्युना इति शब्दस्य विभक्तिः का? तृतीया बहुवचनम्। बहुवचनं किमर्थं मृत्युना गुरुणा? एकवचने एव अस्ति, अन्यथा मृत्युभिः भवेत्। अस्तु, इदानीं भगिनी तृतीया विभक्त्या विभक्तेः स्थानानि वदतु। पठतु, कुत्र कुत्र तृतीया विभक्तिः आवश्यकी? आमां, क्रियायां यत् साधनं भवति तस्य तृतीया विभक्तिः भवति। वेरेवर् दिस् मीन्स् आफ् एक्षन् देर् यु सी तृतीया डिक्लैन्ड्। उदाहरणेन सीता लेखन्या लिखति उत्तमम्. अग्रे भावसूचकानां शब्दानाम् अपि तृतीया भवति. Wherever there is a bhavasuchak, words indicating emotion, there you will see tritiya declined. Saha iti shabdaha yatra bhavati tatra tritiya vibhakti. Bhagini, tatra udaharanam, bhavasuchakanam. Ha, bhavasuchakanam udaharanam. छात्रः कुतूहलेन प्रश्नं पृष्टवान्. उत्तमम्. अग्रे सः इति शब्दः यत्र भवति तत्र तृतीया विभक्तिः भवति. Wherever the word सः indicating with is used, the word indicating that is you with that is declined in tritiya. Udaharanena pita putrena saha nagaram gacchati. Agre vina itasya shabdasya yoge tritiya vibhaktihi bhavati. Wherever the word is used in combination with without or vina, there tritiya, the word is declined in tritiya. Yaha shabdah karanavachakah athva hetuvachakah bhavati tasya tritiya bhavati. Wherever the word denotes the cause, that word is declined in tritiya. Prayana samaye yat udaharanam. Udaharanam karanavachaka avivekena mahati vipatta. Uttama. Prayana samaye yat वाहनम् उपयुज्यते तत् प्रयाणसाधनम् अतः तस्य तृतीया विभक्तिः भवति. द वर्ड् इण्डिकेटिङ्ग् द मीन्स् आफ् ट्रावल् देट् वर्ड् इस् डिक्लैन् इन् तृतीया. उदाहरणं वयं सुखयानेन ग्रामं गच्छामः. यदा वयं किमपि क्रीणीमः तदा यत् धनं दीयते तस्य तृतीया विभक्तिः भवति. मनी देट् इस् गिवन् ड्यूरिङ्ग् पर्चेस् देट् इस् डिक्लैन् इन् तृतीया. अहं शतरूप्यकैः पुस्तकं क्रीतवान् क्रीतवती. चिन्ता नास्ति. निषेधार्थकः अलं शब्दः यत्र प्रयुज्यते तत्र तृतीया विभक्तिः भवति. द वर्ड् अलम् इण्डिकेटिङ्ग् अ सेन्स् आफ् प्रोहिबिशन् वेन् देट् इस् यूस्ड् वि सी तृतीया विभक्ति. उदाहरणं अलं कोलाहलेन इनफ् आफ् द नाय्स्. अस्तु, अनेके धन्यवादाः भगिनि. आरम्भं कुर्मः. धन्यवादः. तत्र गतवर्गे वयं तत्र पञ्चसप्ततिः अधिकं शतं पुटस्य उद्घाटनं कुर्वन्तु गीतासोपानस्य पेज् नम्बर् 175. तत्र प्रथमः अंशः कृतः, इदानीं द्वितीय. कविता भगिनी आरम्भं करोतु. आं भगिनि, आं भगिनि. उदाहरणं दृष्ट्वा वाक्यानि रचयत्. रचयत् द्रुत रचयत् उदाहरणं सीता रामेण सह वनं गच्छति. धृतराष्ट्रः सह वार्तालापम् अर्थं अर्थं सीता डस् कन्वर्सेशन् वित् रामः. नै सोरि, सीता वनं गच्छति. सीता गोस् वित् वित् राम टु द वनं, अलाङ्ग् वित् राम टु द वनं. तत्र वनं वनमिति पदस्य विभक्तिः का? द्वितीयविभक्तिः. उत्तमं. गच्छति लकारः कः? लट् लट् लकारः. लट् लकारः. वचनं वचनं वचनं एकवचनं करोति. एकवचनं. लिङ्गं लिङ्गं लिङ्गं लिङ्गं वै लिङ्गं लिङ्गं नो उत्तमं. नो लिङ्गं. किमर्थं नो लिङ्गं? किमर्थं नास्ति लिङ्गं? बिकास् करो वर्क् केन् बि डन् बै मेल् आल्सो आर् फीमेल् आल्सो. क्रियापदं डजन्ट् हाव् अ लिङ्ग्. क्रियापदानां कृते लिङ्गः नास्ति. अस्तु, अग्रे. उत्तमं. धृतराष्ट्रः धृतराष्ट्रः सह वार्तालापं करोति. धृतराष्ट्रः रामेण सह वार्तालापं करोति. वक्तुं शक्यते, परन्तु तत्र तत्र शब्दानाम् आवल्यां तत्र रामः, सञ्जय, के, सर्वे, तत्र चित्वा वदनीयं. रामेण सह तु धृतराष्ट्रः न कृतः. हलो, रामेण सह न श्रूयते किं भगिनी? न श्रूयते किं? ब्रेक् श्रूयते वा? श्रूयते वा? तत्र आं किम् अत्र किञ्चित् क्लेशः. वी केन् हियर् प्रापर्लि. अस्तु, तत्र तत्र भगिनी आवल्यां तत्र आवली दत्ता अस्ति. देर् इस् अ चाय्स् आफ् वर्ड्स् ओवर् देर्. सो यु नीड् टु चूस्. चित्वा वदनीयं. धृतराष्ट्रः केन सह वार्तालापं करोति? सञ्जयेन सह वार्तालापं करोति. उत्तमं. सम्यक् सम्यक्. रामेण सह अपि कर्तुम् अर्हति, परन्तु अत्र न सम्यक् इति. अस्तु, अग्रे अग्रे. अहं डाश् सह युद्धेय इति अर्जुनः पृष्टवान्. अहं सारथिः सह नैव पृष्टवान् अस्ति किल. पृष्टवान् इत्युक्ते प्रश्नवाचकशब्दः भवनीयः. तत्र आवल्यां प्रश्नवाचकः शब्दः कः? पृष्टवान् नैव. तत्र आवल्यां रामः, सञ्जयः, के, सर्वे, कुन्ती, मित्रं, तत्र आवल्यां तेषां शब्देषु प्रश्नवाचकः शब्दः कः? विच् इस् द वर्ड् विच् इण्डिकेट्स् अ क्वश्चन् इन् दट् लिस्ट्. In the list of words that is there, which is the word which indicates that it might be a question? K iti dattam asti, tari idanim vadatu. K upayujya. Aham K na saha yudhyaya iti arjuna prishtavan. Tatra K. सम्यक् अस्ति, परन्तु वचनस्य तत्र क्लेशः. के इति शब्दस्य वचनं किम्? मेनि बहुवचनं के बहुवचनं तर्हि अत्र तृतीयाविभक्तौ तृतीयाविभक्तौ शब्दः कः can't remember can only I remember किमर्थं काभिः केन हा काभिः इफ् दे वर् फीमेल्स् और् इफ् दे वर् मेल्स् मेल्स् कैः कैः मेल् फीमेल्स् काभिः मेल्स् कैः मेल्स् और् न्यूटर्जेण्ड् कैः उत्तमं पृष्टवान् एकनिमिष पृष्टवान् कीदृशं पदम् त्वा नास्ति त्वा नास्ति पृष्टवान् कृतवान् तवतु प्रत्यय सोरि तवतु अग्रे अग्रे भक्तः सः स्नेहेन व्यवहरति भक्तः सर्वेण सह स्नेहेन व्यवहरति हा चिन्ता नास्ति तदपि सम्यक् अस्ति सम्यक् अस्ति सर्वेण हा सर्वेण सर्वे तु बहुवचने अस्ति किल सर्वः सर्वौ सर्वे अथवा सर्वा सर्वे सर्वाः तर्हि इदानीं वदतु बहुवचने अस्ति चेत् किं वदनीयं सर्वेभिः सर्वैः सह यस् अन्यथा इट् शुड् बि सर्वेभिः इफ् इट् इस् त्रिलिङ्ग् सर्वाभिः अत्र स्नेहेन इति पदस्य विभक्तिः का तृतीयविभक्ति स्नेहेन तृतीया उत्तमं भक्तः इति शब्दस्य विभक्तिः का प्रथमाविभक्ति भक्तः प्रथमाविभक्ति हा व्यवहरति कीदृशं पदं क्रियापदं लट्लकारः अग्रिमं करोतु कर्णः सः सम्भाषणं कृतवान् कर्णः कुन्ती सारथी केन् इट् बि सारथी कर्णः सारथी मास्तु कुन्ती इति स्वीकरोतु अच्छा कुन्ती कर्णः कृतवान् किल तर्हि कुन्ती कुन्ती इस् इकारान्त स्त्रीलिङ्गशब्दः आम् सत्यम् इट् विल् बिकम् कुन्त्या उत्तमम् कर्णः कुन्त्या सह सम्भाषणं कृतवान् तत्र कृतवान् कीदृशं पदं त्वा प्रत्ययं नै सोरि तवतु प्रत्यय अग्रिमं करोतु सः गच्छति सः मित्रेण सह गच्छति उत्तमं मित्रेण सम्यक् अस्ति मित्रेण णत्वमस्ति तत्र गच्छति इति पदस्य धातुः जानाति किं धातुं जानाति किम् आम् अग्नि वदतु गच्छति इति पदस्य गच्छति गच्छतः गच्छन्ति गच्छसि गच्छतः गच्छत् गच्छामि गच्छावः गच्छामः धातुः कः धातु गच्छ गम् अस्तु धन्यवादः भगिनि धन्यवादः विजयथङ्की महोदय अग्रिमं करोतु आं भगिनि प्रजापतिः सः प्रजाः असृजत् प्रजापतिः यज्ञेन सह प्रजाः असृजत् उत्तमम् अर्थं वदतु वाक्यस्य प्रजापति created the praja, what's it, people, all the creation. People, people, very good. With yajna. With yajna, with sacrifices. अस्तु असृजत् तत्र महोदय असृजत् इति पदः पदमस्ति तत्र कीदृशं पदमस्ति लोट् लकार नैव लङ् अस्ति लङ् लकारः पास्ट् टेन्स् ओके लङ् लकारः अस्तु अग्रिमम् अहं सः गीतं गास्यामि अहम् एतौ एतेन सह गीतं सङ्गास्यामि एतौ इति शब्दस्य वचनं किं बहुवचन एतौ रामः रामौ रामाः सोरि द्विवचन द्विवचने अस्ति चेत् तृतीया विभक्तिः का एताभ्यां सह गीतं गास्यामि गास्यामि कीदृशं पदम् फ्यूचर टेन्स् लृट्लकारी अस्ति उत्तमं अग्रिमम् माता सह मन्दिरं गमिष्यति माता भगिनी इति स्वीकरोतु भगिन्या सह मन्दिरं गमिष्यति गमिष्यति इति पदस्य लकारः कः सेम् फ्यूचर टेन्स् लृट् लकारः लृट् अग्रिमं नायकः सारथिना सह युद्धभूमिं प्रविशति उत्तमम् अर्थः वाक्यस्य अर्थः कः नायक हीरो लीडर् वारियर् लीडर् लीडर् लीडर् एण्टर्स् द वार्फील्ड् वित् स्टार्फील्ड् वित् द चारिटि अस्तु अग्रे पठतु महोदय अग्रे भगिनी वन् थिङ्ग् वै सारथिना सारथिना बिकास् सारथी तत्र पदस्य लिङ्गं पुंलिङ्गे अस्ति तत्पदं पुंलिङ्गे अस्ति गुरुः अथवा परिः हरिः अपि हरिः अपि स्वीकर्तुं शक्नुमः सारथिः तत्र अग्रे पठतु महोदय पश्यत उच्चैः पठत च विना योगे तृतीया कृष्णेन सह पाण्डवसैन्यम् अस्ति कृष्णेन विना कौरवसैन्यम् अस्ति अर्थं वदतु कृष्णेन सह पाण्डवसैन्यम् अस्ति कृष्ण इस् विद् पाण्डव महोदय कृष्णेन सह पाण्डवसैन्यम् अस्ति सो although the meaning is the same of the picture but still over here you have to indicate that with krishna because krishnena is in tritiya vibhakti so you have to say the pandava sena is with krishna you can't say krishna is with the pandava sena yato hi tatra tatra kena saha asti pandava sainyam pandava sainya krishnena saha tatha bhavati krishnena vina कृष्णेन विना कौरवसैन्यं न अस्ति कौरवसेना इस् विदौट् कृष्ण उत्तमं धन्यवादः महोदय विजयकुमार् महोदय विजयकुमार् महोदय अग्रिमं करोतु. आं भगिनि. सूर्येण विना प्रकाशः न भवति. Without sun, there is no light. उत्तमं. तत्र प्रकाशः इति पदस्य विभक्तिः का? प्रथमा विभक्ति. उत्तमम् उत्तमम्. अग्रे. अहं मित्रेण विना विपिनं गच्छति. ऐ विल् नाट् गो वितौट् गच्छामि गच्छामि गच्छामि. विपिनी इस् ए शाप्. मार्केट् मार्केट् मार्केट्. ओके. ऐ विल् नाट् गो वितौट् मार्केट्. ओके. ऐ विल् नाट् गो मार्केट् वितौट् मै फ्रेण्ड्. तत्र आपणम् इत्युक्ते शाप्. आपणम् इत्युक्ते शाप्. विपणि. ओके. विपिनं मार्केट् मार्केट्. ओके. महोदय, अत्र क्रियापदं कुत्र अस्ति? अहं मित्रेण विना विपणिं गच्छामि. क्रियापदं गच्छामि गच्छामि. तत्र लकारः कः? लट् लकार. लट् लकारः. वचनं किं? वचनं. उत्तमम्. एकवचने अस्ति. एकवचने अस्ति. गम् धातु. उत्तमम्. अपि च पुरुषः कः? पुरुषः कः? उत्तमपुरुषः. उत्तमपुरुषः. उत्तमम्. अग्रे. घटाया विना समस्य ज्ञानं न भवति. घट्या. घट्या. घट्या. घट्या मीन्स् अहं प्रातिपदिकं वदामि. घट्या विना समस्य समयस्य ज्ञानं न भवति. घटी वितौट् नालेज् प्रातिपदिकं नैव. समयस्य समयस्य ज्ञानं समय. वाच् वाच् वाच्. ओके. वितौट् समयस्य ज्ञानं ऐ कान्ट् नो द टैमिङ्ग् टैमिङ्ग्. समयस्य द नालेज् आफ् टैम् डस् नाट् हेपन्. ओके. ओके. समयस्य समयस्य इति पदस्य विभक्तिः का? समयस्य जानाति भवान्? भवान् जानाति. षष्टि. षष्टि. षष्टि. उत्तमम् उत्तमम्. अग्रे. वेदेः वेदैः विना भारतस्य प्रसिद्धः नास्ति. वितौट् वेदा इण्डिया इस् नाट् पापुलर्. तत्र नौ इस् भारत. भारत. भारत इस् नाट् फेमस्. उत्तमम्. अग्रिमम् अग्रिमं करोतु. अग्रिमं करोतु. रामः भरतशत्रु शत्रुघ्नान् रामः भरतशत्रु शत्रुघ्नाभ्यां विना वरं गतवान्. वितौट् भरतशत्रु रामा विल् नाट् गो टु फारेस्ट्. हा, तर्हि अत्र शत्रुघ्न अस्ति. शत्रुघ्न शत्रु भरतशत्रु भरतशत्रुघ्नाभ्यां. तत्र वचनं किं? वचनं किम्? द्वितीया द्विवचनं. द्विवचनं. गतवान् कीदृशं पदम्? भवतु. गतवान् भवतु. उत्तमं महोदय. अग्रिमं करोतु. उत्तमम्. सैनिकैः विना देशरक्षणं न भवति. वितौट् सोल्जर्स् कण्ट्रि विल् केनाट् बि प्रोटेक्टेड्. उत्तमम्. अग्रिमम्. दशरथः रामेण विना न जीवितवान्. वितौट् रामा दशरथ विल् नाट् लिव्. विल् नाट् किमर्थं? जीवितवान्. तत्र तव तु प्रत्ययः अस्ति, परन्तु पास्ट् टेन्स्. ओके. सो हि डिड् नाट् लिव्. हि डिड् नाट्. अग्रे करोतु. अग्रे. कोष्ठके कोष्ठके दन्तानां शब्दानां साहाध्ययनं रिक्तस्थानानि पूरयत्. सहायेन with the help of na with the help of sahayen iti padasya vibhaktih ka sahayen is tritiya vibhakti ekvachanam uttamam dattanam shabdanam etayoh padayoh ramana vibhaktih ka ramana tritiya vibhakti tritiya kimartham oh sorry tritiya ramana tritiya vibhakti sorry विभक्ति का शब्दानां रामाणां षष्टि कोष्ठके इति पदस्य विभक्तिः का कोष्ठके सप्तमी एकवचनं सप्तमी एकवचनं करोतु महोदय उदाहरणं बालः दुग्धेन विना भोजनं न करोति अर्थं वदतु आदौ दुग्धे विदौट् मिल्क् ऐ थिङ्क् दुग्धेन यस् विदौट् मिल्क् सो चैल्ड् विदौट् मिल्क् विल् नाट् ईट् द मील् फुड् अग्रिमं वृद्धः विना न चलति वृद्धः दण्डेन विना न चलति उत्तमम् अग्रिमम् ओल्ड् पर्सन् विल् नाट् वाक् वितौट् स्टिक् न सत्यं देशः विना न शोभते देशः देशभक्तेन विना न शोभते हा इदानीं महोदय एककार्यं करोतु तत्र दण्डाः इति स्वीकरोतु दण्डः एकवचने अस्ति दण्डाः इति स्वीकरोतु तदा तृतीया विभक्तिः का दण्डाः बहुवचने तृतीया विभक्तिः का तृतीया विभक्ति बहुवचने दण्डैः दण्डैः ऐ वदनीयं महोदय दण्डैः ओके इदानीं तत्र देशभक्ताः इति स्वीकरोतु देशभक्ताः इति स्वीकरोतु तृतीयाविभक्ति बहुवचने देशभक्ताः देशभक्तैः उत्तमम् अनेके धन्यवादः महोदय विशालाक्षि भगिनि या सः विना कुत्रापि न गच्छति सः नौ हौ डू यू डू दैट सः पृष्ठभागे पश्यतु चिन्ता नास्ति अहम् इति दत्तमस्ति अहम् इति पदं दत्तमस्ति तर्हि अहम् इति पदस्य प्रातिपदिकं किम् अस्मत् सर्वनामपदम् अस्ति तत्र पृष्ठभागे पश्यतु चिन्ता नास्ति तृतीया विभक्तिः का अस्मत् शब्दस्य अहम् ओके सः मया विना कुत्रापि न गच्छति सः मया विना कुत्रापि न गच्छति तत्र अहं नास्ति इति चिन्तयतु वयम् इति अस्ति इति चिन्तयतु वयं तर्हि किं भवति वयम् इति शब्दस्य प्रातिपदिकम् अपि अस्मद् एव अस्ति अहम् एकवचने अस्ति वयं बहुवचने अस्ति तदा किं भवति वन् सेकेण्ड् अस्माभिः सः अस्माभिः विना कुत्र विना कुत्रापि न गच्छति इदानीम् अर्थं वदतु भगिनी सः अस्माभिः विना कुत्रापि न गच्छति ही डस् नाट् गो विदौट् मी एनिवेर् मया अस्ति तदा विदौट् मी, परन्तु अस्माभिः अस्ति तदा विदौट् विदौट् अस् अस् विदौट् डेश् विना वाट् इस् एकनिमिषः कुत्रापि कुत्रापि कुत्र योगः अपि कुत्रापि तत्र अपि अपि कीदृशं पदम् ऐ डोण्ट् नो अव्ययम् अव्ययम् इट्स् एन् इन् डिक्लैन् ओके ओके अस्तु अग्रे अग्रे कर्तव्यम् डेश् विना ज्ञानं न लभते श्रद्धा श्रद्धा श्रद्धया विना श्रद्धाया विना श्रद्धया श्रद्धाया न श्रद्धया श्रद्धया विना ज्ञानं न लभति अर्थः कः वाक्यस्य Without faith, you do not get knowledge. Uttamam. Labhate, kidrisham padam bhagini? Labhate, kriya padam. Labhate. Kriya padam asti. Tatra, tatra parasme padi asti va, atmane padi asti va? Atmane padi? I don't remember that. Yeah. Uttamam, uttamam. Agree. Tadartham eva aham prashnam pichhami. Tvam dash vina. Tvam bhavati. Tvam dash vina karyam kuru. Sangah. Sangnah or sangah. सङ्गः अटाच्मेण्ट् सङ्गः सङ्गेन विना कार्यं कुरु तत्र अर्थः कः वाक्यस्य सङ्गेन मीन्स् वाट् ऐ डोण्ट् नो देट् कथं करणीयं कार्यं कथं करणीयं कार्यम् हा सङ्गेन वाट् इस् द मीनिङ्ग् आफ् सङ्गः अटाच्मेण्ट् सङ्गेन विना इस् विदौट् अटाच्मेण्ट् कुरु कुरु इति पदस्य लकारः कः लोट्लकार लोट्लकार ओके चिन्ता नास्ति अग्रिमं करोमि डेश् विना मुक्तिः न भवति ज्ञानं ज्ञानेन विना ज्ञानेन विना विदौट् नालेज् वि डु नाट् गेट् मुक्ति मुक्ति इस् नाट् पासिबल् अस्ति न आम् सत्यम् उत्तमं भगिनि कर्णः डेश् विना अयुध्यत दिव्यकवचम् कर्णः दिव्यकवचेन कवचेन कवचेन न विना अयुध्यत वाट् इस् अयुध्यत अयुध्यत इस् पास्ट् टेन्स् फार् फैटिङ्ग् सो युद्ध फैटिङ्ग् युध्यति विदौट् लट्लकारे विदौट् दिव्य अस्त्र हि डजन्ट् फैट् और् हि फाट् वाट् इस् इट् Without the Divya Kavacham, he fought. He fought, okay. Because he had Dhanam Kritavan, kila? Indram Prati. Indram Prati Dhanam Kritavan. Achcha. अस्ति. अभिमन्युः विना चक्रव्यूहं भिन्नवान् भीतिः. भीतिः अभिमन्युः भीतिना नैव अत्र न अत्र अत्र स्त्रीलिङ्गे अस्ति. भीतिः स्त्रीलिङ्गे अस्ति. तर्हि कथं भवति अभिमन्युः? अभिमन्युः भीतिना न भीत्या भीत्या विना चक्रव्यूहं भीत्या विना भीत्या विना. ओके अच्छा कीर्तिः के विषये लैक् कीर्तिः भीतिः भीत्या विना चक्रव्यूहं भिन्नवान् तत्र अर्थः कः मीन्स् अभिमन्यु वेण्ट् भिन्नवान् मीन्स् हि वेण्ट् इन् टु द चक्रव्यूह विदौट् फियर् या हि ब्रोक् विदौट् फियर् भिन्नवान् इस् नाट् ओन्ली एण्टर्ड् हि ब्रोक् द चक्रव्यूह. भिन्नवान् कीदृशं पदम्? भिन्नवान् भिन्नवान् भिन्नवान् पठितवान् या इत् इद् वर्ब् तवतु तवतु तवत् तवत् अग्रे भिन्नवान् इस् आल्सो वर्ब् अल्वा? इट् डिनोट्स् एन् एक्षन् इन् संस्कृतं. देर् आर् ओन्ली टु कैण्ड्स् आफ़् वर्ड्स् ऐदर् वर्ब्स् or all the others are what is called namapadam. You can say noun, but then namapadam has everything in it, everything, all adjectives, etc., etc. Now kriyapadam, kriyapadani, that means the actual verb that we call, they have tingantas. They are called tingantas, so they have all this ti, taha, tha, those kind of te, or those kind of endings to make it simpler. Okay. For you. Whereas, and all of them are derived from a dhatu only. Now all the others, now over here bhinnavan, kritavan, gandavan, all these kritva, all these, now bhinnavan denotes an action, but in the grammar sense it is not a verb, it is not a kriya pada, it is a nama pada only. Okay it is. So when you say what type of word is that, then I have to tell tavatu. Tavatu, tavatu, because dhatu plus tavatu has given you bhinnavan. Okay, so, yeah. Okay. And over here, there will be gender differentiation, whereas in kriyapadam, there is no gender. No gender differentiation. Okay. Agre. Ashwatthama dash vina vanam gatavan. Manihi tatra pumlinge asti. So, Ashwatthama मणि मणिना मणिना विना वनं गतवान् गतवान् अर्थं वदतु. गतवान् इस् अश्वत्थामा वेण्ट् विदौट् द मणि टु द फारेस्ट्. कुत्र आसीत् तस्य मणिः? कुत्र आसीत्? आन् द फोरेस्ट् ललाटिया. अस्तु, धन्यवादः भगिनी. धन्यवादः. इदानीं विभक्तिवल्लरीतः अपि च गीतासोपानतः अभवत् अभ्यासः, परन्तु अहं किञ्चित् अत्र स्थापितवती. कुर्मः अस्मिता भगिनी, भवती आरम्भं करोतु. दृश्यते किं मम प्रस्तुतिः? दृश्यते किं? दृश्यते. मया आरम्भं करोतु. तृतीयविभक्तैः तेः अभ्यासः. कृषिवलः अलं कर्षति. कृषिवलः अस्ति, कृषिवलः. कृषिवलः हलं कर्षति हलं तृतीया हलेन कृषिवलः हलेन कर्षति अर्थः हल फार्मर् कृषिवलः कृषिवलः इस् फार्मर् एण्ड् हलम् इस् प्लौ सो वाक्यस्य अर्थः कः फार्मर् वित् द प्लौ कर्षति फार्म्स् कृष्यति धातुः अस्ति अस्तु कृषिवलः इति पदस्य विभक्तिः का भगिनि कृषिवलः प्रथमाविभक्ति पुंलिङ्गे पुंलिङ्गे अपि च कर्षति कीदृशं पदं कर्षति क्रियापदं क्रियापदकारः प्रथमाविभक्ति प्रथमपुरुष प्रथमपुरुष अपि च लकारः कः लट् लकार लिङ्गं किं लिङ्गं नास्ति लिङ्गं नास्ति क्रियापदानां लिङ्गं नास्ति संस्कृते अस्तु अग्रे भक्तः अञ्जलिः वन्दते अञ्जलिः मतिवत् नैव अत्र पुंलिङ्गे पुंलिङ्गे अस्ति भक्तः हरिणा वन्दते नो अञ्ज भक्तः अञ्जलिना वन्दते अञ्जलिना वन्दते तत्र वदतु अर्थः वदतु अञ्जलि न जानामि हा अञ्जलि इत्युक्ते वेन् यु फोल्ड् युर् हेण्ड्स् नो टुगेदर् वेन् यु डु अ नमस्ते टुगेदर् वेन् यु फोल्ड् युर् हेण्ड्स् दट् इस् अञ्जलि लैक् फार् एक्साम्पल् वेन् यु हेव् फ्लवर्स् इन् युर् फोल्डेड् हेण्ड्स् एण्ड् यु आर् आफ़रिङ्ग् द फ्लवर्स् वित् बोत् युर् हेण्ड्स् दट् इस् पुष्पाञ्जलि बिकास् यु हेव् flowers in the anjali so therefore that is what is anjali so the devotee worships with folded hands vandate iti padasya kriya padam asti tattu sarve jananti idani parantu tatra parasme padi asti va atmane padi asti va atmane padi asti इत्युक्ते आत्मनेपदी अग्रे त्वं स्वरः स्पृशसि त्वं करेण स्पृशसि अर्थः कर टच् यु टच् वित् योर् हेण्ड् कर उत्तमम् स्पृशसि कीदृशं पदं क्रियापदं स्पृश् क्रियापदं मध्यमपुरुष मध्यमपुरुष एकवचनम् उत्तमं प्रथम प्रथमपुरुषे अस्ति चेत् रूपं किं भवति पृशति अग्रिमम् अहं परशुः खण्डयामि अहं परशुना भवितुमर्हति णत्वं नास्ति णत्वं नास्ति न यतोहि तत्र श बाधकश वर्णः अहं परशुना खण्डयामि हा किञ्चित् अहं वदामि भगिनी अन्यथा मा स्वीकरोतु परशु इति वदनीयं. पर् शु बिकम्स् हाफ् रेफ, रेफः इट् बिकम्स् रेफ ओवर् हियर् इट् इस् फुल् अ इस् देयर्. सो परशु, परशु न पर्शुना. इफ् यु टेल् देन् यु रैट् द रेफः अबौ श. सो परशु, परशुना, परशुना खण्डयामि. परशु इन्स्ट्रुमेण्ट् वेपन्, वाट् वेपन्, वेपन् दट् परशुराम यूस् टु होल्ड् इन् इस् हेण्ड्, दट् इस् ऐ थिङ्क् द एक्स् रैट्. I'm not mistaken. Yeah, it is X, yeah. For a second even I could not get the word. Yeah, chinta nasti. So, aham parashuna khandayami. If you pick him. Khandayami, I will khanda, hit. Hit with break. The, break. The axe. Break with axe. Okay. Break. I will nasti, I break. Huh? I will nasti, latlakari asti, present here. ऐ ब्रेक् खण्डयिष्यामि यदा अस्ति तदा भविष्यति. अस्तु अग्रिमं करोतु. वयं नेत्रे पश्यामः. वयं नेत्रे पितृ पितृ न नेत्रे तु नेत्रे द्वां द्वयं द्विवचने अस्ति तर्हि नेत्राभ्यां नेत्राभ्यां पश्यामः. अर्थः कः? वी आल् सी with both two eyes, both eyes. Both eyes, agree. Atithayah bhojanam modante. Atithayah bhojanena modante. Guest, guest, modante. Guest modam? No, no, no, no. Modante means to become happy. So, atithayah guests. Bahuvachane asti. Bhojanena modante, which means they become happy with food. Guests become happy with food, meals, food. Agree. Khagah pakshah dayante. Khagah पक्षाः, पक्षाः पक्षैः, खगाः पक्षैः दयन्ते. द क्रोस्, क्रोस् मास्तु, क्रोस् मास्तु, बर्ड्स्, बर्ड्स्, बर्ड्स्. क्रो अस्ति चेत् काकः भवति, काकः. द बर्ड्स् पक्षैः दयन्ते. पक्षे ऐ वुड् गेस् बीक्, विङ्ग्स्, विङ्ग्स्, विङ्ग्स्. दयन्ते फ्लै, सो फ्लै वित् देयर् विङ्ग्स्. बर्ड्स् फ्लै वित् देयर् विङ्ग्स्, विङ्ग्स्. बै यूज़िङ्ग् देयर् विङ्ग्स् एक्चुअली. वयं भगिनि दयन्ते, दयन्ते, दयन्ते इति इति पदम् आत्मनेपदी अस्ति वा परस्मैपदी अस्ति वा? आत्मनेपदी. उत्तमम्, अग्रिमम्. वयं कुसुमानि पूजयामः. वयं कुसुम, कुसुमैः, कुसुमानैः, कुसुमैः, कुसुमैः, कुसुमानि लैक् वनानि, वनं. सो कुसुमं, सो कुसुमैः, कुसुमैः पूजयाम. अर्थः कः वाक्यस्य? कुसुम फ्लवर्स्, वि आल् वित् फ्लवर्स् पूजयामः. we all pray or puja with flowers. Worship. Worship with flowers. पूजयामः भगिनी पूजयामः इति पदस्य आदौ वदतु कीदृशं पदम् क्रियापदम् आत्मने क्रियापदम् क्रियापदम् आत्मने अस्ति वा आत्मने अस्ति वा नैव परस्मे उत्तम उत्तमपुरुष उत्तमपुरुष बहुवचन उत्तम उत्तमपुरुष बहुवचने अस्ति अपि च आत्मनेपदी नास्ति परस्मैपदी अस्ति अस्तु धन्यवादाः भगिनि धन्यवादः उत्तमं विद्या किं महोदय अग्रिमं करोतु अस्ति किं विजय थङ्की महोदय नास्ति वा आं भगिनि करोतु सर्पः दन्ताः दशति दन्तं नपुंसक सर्पः नैव नैव नपुंसक नास्ति नपुंसक नास्ति किमर्थं नपुंसक इफ् इट् वास् नपुंसकः दन्तानि भवितुमर्हति किल परन्तु अत्र दन्ताः अस्ति तर्हि पुंलिङ्गे अस्ति पुंलिङ्गे अस्ति ओके दन्तः सर्पः दन्तैः दशति उत्तमं वदतु अर्थः कः वाक्यस्य स्नेक् बैट्स् वित् दन्त टीत् ओके अग्रे स्नेक् बैट्स् वित् टीत् माला पुष्पाणि भवति माला पुष्पैः भवति अर्थः माला इस् मेड् आफ् फ्लावर्स् गालिण्ड् माला वय इस् गालिण्ड् अग्रे हारः मणिः भवति हारः मणिः भवति हरिवत् हरिवत् हरिवत् वन् मिनिट् हारः मणिना भवति अर्थः वाक्यस्य नेक्लेस् इस् बिग् इस् मेड् आफ् डैमण्ड् पर्ल्स् पर्ल्स् पर्ल्स् पर्ल्स् ओके वस्त्रं वस्त्रं तन्तवः भवति वस्त्रं गुरुः गुरु गुरवः तथा उकारन्त वस्त्रं तन्तुना भवति तत्र तन्तवः इति पदस्य वचनं किम् ओके हा तन्तुभिः भवति तन्तुभिः भवति वस्त्रं तन्तुभिः भवति कथं अर्थः सः द क्लोद् इस् मेड् आफ् तन्तु वट् शुड् ऐ से थ्रेड् थ्रेड् थ्रेड् अग्रे भीमः गदया ताडयति उत्तमम् him attacks with gada or taadayati with beats beat attacks it depends on his एक्स्प्रेशन् ताडयति अटाक् अपि भवतु बीट्स् आल्सो बीट्स् वित् गदा जननी अङ्गुली तर्जयति जननी अङ्गुली अङ्गुल्या तर्जयति उत्तमं बहुवचने अस्ति चेत् अङ्गुलिभिः अङ्गुलिभिः अर्थः कः वाक्यस्य ऐ डोण्ट् नो ऐ नो जस्ट् जननी मीन्स् मदर् अङ्गुलि मीन्स् फिङ्गर् फिङ्गर् तर्जयति मीन्स् वा कोल्ड् कोल्ड् कोल्ड् कोल्ड् कोल्ड् कोल्ड् एस् सि ओ एल् डि एस् कोल्ड् डाट् कोल्ड् डाट् अग्रे रात्रिः चन्द्रिका शोभते चन्द्रिका रात्रिः चन्द्रिकया शोभते अर्थः नैट् इस् चन्द्रिका डोण्ट् नो विदेश पुट् चन्द्रः ओन्लि बट् दे हेव् पुट् चन्द्रिका सो वित् वित् द मून् ऐडियलि दे शुड् हेव् पुट् चन्द्र दे हेव् पुट् चन्द्रिका देट् आल्सो इस् चन्द्र ओन्लि एक्चुलि मून् ओन्लि ऐ हेव् टु सी इफ् इट् हेज़् एनी अदर् मीनिङ्ग् अहं तु चिन्तयामि यत् चन्द्रः एव अस्ति किमर्थं चन्द्रिका इति स्थापितवान्दनी चान्दनी दट् वे अस्ति रेज् मून् मून् लैट् इस् यूजुलि चन्द्रांशः अंशः इस् अस्तु चिन्ता नास्ति अहं दृष्ट्वा अहं वदामि दृष्ट्वा वदामि क्षम्यताम् शोभते इति पदस्य लिङ्गं किं महोदय लिङ्गं पुल्लिङ्गं स्त्रीलिङ्गं नैव नास्ति लिङ्गं शोभते इति पदं तदर्थं अहं पृष्टवती आत्मने अस्ति वा परस्मैपदी अस्ति वा आत्मनेपदी अग्रिमं करोतु गुरवः लेखन्याम् अलिखन् लेखन्यां किमर्थं सोरि लेखन्या लेखन्या अलिखन् अलिखन् इति पदस्य लकारः कः पास्ट् टेन्स् लङ् लङ् लकारः लङ् लकारः लङ् लकारः लङ् लकारः अग्रिमं करोतु अग्निः ज्वाला प्रकाशते ज्वाला वट् इस् द प्रातिपदिकम् ज्वाला ज्वाला एव ज्वाला एव आकारान्त स्त्रीलिङ्ग सत्यम् ज्वालया प्रकाशति अग्निः ज्वालया प्रकाशते ज्वालया प्रकाशति वदतु अर्थः फायर् प्रकाशते Shines with flame. Okay. धन्यवादः महोदय धन्यवादः कविता भगिनी अग्रिमं करोतु आं भगिनि त्वं त्वं रसना आस्वदसे आस्वदसे त्वं रसनया आस्वदसे रसनया अर्थः कः यू टेस्ट् वित् डिलैट् एक्चुलि वित् डिलैट् ओ वित् तत्र पुस्तके तु जिह्वा इति दत्तमस्ति परन्तु दत्ता अस्ति परन्तु अत्र जिह्वा मा स्वीकरोतु ज्यूस् अस्ति किल तथा रसनया आस्वदते आस्वदते तत्र अर्थः कः तत्र कीदृशं पदं लङ्लकार नैव नैव आ इति उपसर्गः अस्ति नैव अ अस्ति चेत् लङ्लकारः भवति परन्तु अत्र आ उपसर्गः अस्ति टेस्ट् अत्र पुरुषः कः पुरुषः कः मध्यमपुरुषस्य मध्यमपुरुषः आत्मनेपदी अस्ति वा परस्मैपदी अस्ति वा परस्मैपदी किमर्थम् अन्यथा पठति भवति अग्रे अहं नासिका जिघ्रामि अहं नासिकया अहं नासिकया जिघ्रा दो दो अच्छा टू नोस्ट्रिल्स आर देयर ऐसे है नो नैव नैव नैव नोज नोज अहं नासिकया जिघ्रामि नासिकया जिघ्रामि जिघ्रामि ऐ स्मेल् थ्रू द नोस् ऐ स्मेल् थ्रू द नोस् विद् द नोस् तृतीया विभक्ति अस्ति साधनमस्ति इन्स्ट्रुमेण्ट् अग्रे त्वं जीवसि त्वं विद्याया जीवसि विद्यया जीवसि जीवसि अत्रापि अत्रापि पुरुषः कः पुरुष मध्यमपुरुष अर्थः कः वाक्यस्य ऐ लिव् यु लिव् बै नालेज् अग्रे उत्तरप्रदेशः नद्यां विराजते अच्छा उत्तरदेशः नद्या विराजते नद्यः नद्या विराजते उत्तरदेशः इन् द नार्दन् इन् द नार्दन् स्टेट् द रिवर् इस् देर् हलो इन् द नार्दन् स्टेट् भगिनि उत्तरदेश एकनिमिष महोदय एकनिमिष सा वदति सायं मास्तु अस्तु उत्तरदेशः नद्यः विराजति विराजति यु नो रेस्प्लेण्डेण्ट् और् लुक्स् अट्राक्टिव् बिकास् आफ् नद्यः नद्यः इदानीं वदतु परिवर्तनं करोतु विभक्तेः परिवर्तनं करोतु उत्तरदेशः उत्तरदेशः नद्या विराजति किमर्थं नद्यः इति पदस्य तृतीया विभक्तिः का किमभवत् नदी तर्हि नद्यः नद्यः इति पदस्य वचनं किं वचनम् एकवचनं नैव नद्यः नदी एकवचने अस्ति बहुवचने नदीभिः नदीभिः नदीभिः अग्रे अहं अहं मालाः देवम् अलङ्करोमि अहं मालया देवम् अलङ्करोमि तत्र मालाः अस्ति मालाः अस्ति चेत् वचनं किम् मालाः अस्ति तु मालाभिः बहुवचनं बहुवचनं मालाभिः मालाभिः माला अर्थः कः ऐ ऐ डु अलङ्कारम् आफ् द देवा बै माला वित् माला वित् माला इन्स्ट्रुमेण्ट् वित् अलङ्कारं डेकोरेट् अलङ्करोमि अलङ्करोमि इति पदस्य पुरुषः कः उत्तमपुरुषः उत्तमपुरुषः देवम् इति पदस्य विभक्तिः का द्वितीया विभक्तिः उत्तमम् अग्रिमं करोतु. स्त्रियः शिशुः सह अक्रीडन्. स्त्रियः शिशुवेन किमर्थं भगिनि शिशुः तत्र कीदृशं पदमस्ति? प्रातिपदिकं शिशु, तर्हि लिङ्गं पश्यतु. उकारान्त उकारान्त पुल्लिङ्गशब्दः. तर्हि तृतीया विभक्तौ किं भवति इत्युक्ते ग्राम नैव किमर्थं गुरुवत् गुरुवत् भवती जानाति भवती जानाति गुरुवा गुरुवा शिशुवा नै नै नै भगिनि तृतीया गुरुणा गुरुणा गुरुः गुरुणा गुरुणा दृष्ट्वा वदतु चिन्ता नास्ति. अच्छा शिशुना शिशु शिशुना शिशुः शिशुना सह ओहो क्रीडति स्त्रियः शिशुना सह अक्रीडन्ति अक्रीडन् तर्हि अर्थः कः तत्र द लेडीस् प्लेड् वित् द प्लेड् पास्ट् टेन्स् वित् द चैल्ड् लेडी प्लेड् वित् द चैल्ड् करेक्ट् अस्ति भगिनि सम्यक् आसीत् स्त्रियः बहुवचने अस्ति लेडीस् लेडीस् प्लेड् वित् द चैल्ड् अक्रीडन् अक्रीडन् अक्रीडन् इति पदं तस्य लकारः कः दृष्ट्वा वदतु भगिनि चिन्ता नास्ति शनैः शनैः कुर्मः परन्तु तत्र अवगमनं भवितव्यम् अन्यथा तु विद्यार्थिन्यः गुरवः सह अभाषन्त विद्यार्थिनः गुरवः बहुवचने अस्ति वा एकवचने अस्ति वा बहुवचन तर्हि तृतीया विभक्तौ किं भवितुमर्हति गुरुभिः किमर्थं भगिनि गुरुभिः गुरुभिः गुरुभिः विद्यार्थिनः गुरुभिः सह अभाषन्त विद्यार्थिन्यः गुरुभिः सह अभाषन्त अर्थः कः द विद्यार्थीस् टाक्ड् वित् द गुरुस् अभाषन्त अभाषन्त तत्र लकारः कः लङ्लकारः भाषन्त अस्ति यतोहि परस्मैपदी क्षम्यताम् आत्मनेपदी अस्ति आत्मनेपदी अस्ति भाषते यजमानः अतिथ्यः सह उपविशति यजमानः अतिथ्या सह उपविशति क्षम्यताम् अतिथयः तत्र वचनं किम् बहुवचनं प्रातिपदिकं किम् एकवचने किं भवितुमर्हति प्रातिपदिकं किम् अतिथयः अतिथि तर्हि इदानीं तृतीया विभक्तिः अत्र अतिथयः अतिथिभिः अतिथिभिः भिः अर्थः कः वाक्यस्य यजमानः द होस्ट् उपविशति सेट् वित् द गेस्ट् सिट्स् वित् द गेस्ट् तत्र उपविशति तु लट् लकारे अस्ति यजमानः हौस् होल्डर् अग्रिमं हौस् होल्डर् गुरुः छात्रा सह अगच्छत् गुरुः छात्राभिः सह अगच्छत् छात्राभिः अपि भवितुमर्हति छात्रैः अपि भवितुम् अर्हति अग्रिमम् सीता रामः सह विहरति सीताः रामेण सह विहरति सीता रामेण सह विहरति अर्थः कः Sita roams about Sita roams roams about with Rama roams with Rama agimam ha krishna aham sah agatvan krishna aham maya krishna maya sah agatvan krishna came with me came past tense uttamam agatvan agatvan kidrisham padam tavatu tavatu pratyaya tavatu धन्यवादः विजयकुमार् महोदय आं भगिनि वयं मित्राणि सह सम्भाषमहे वयं मित्राभिः सह सम्भाषमहे नैव नैव मित्रा इति तत्र पदं नास्ति मित्र मित्रं मित्रं नपुंसकलिङ्गे अस्ति तर्हि मित्रैः मित्रैः सह मित्रैः भाषामहे मित्रैः सह सम्भाषामहे सम्भाषामहे इति पदस्य किं तत्र प्रातिपक्षम्यताम् आत्मनेपदी अस्ति वा परस्मैपदी अस्ति वा सम्भाषति आत्मनेपदी आत्मनेपदी अस्ति अर्थः कः वाक्यस्य वयं वि आल् डिस्कस् वित् दि फ्रेण्ड् सम्भाषणं अड्रेसिङ्ग् कन्वर्स् कन्वर्स् और् डैलाग् और् हेव् डैलाग् कन्वर्सेशन् ओके सम्भाषामहे इति पदस्य सम्भाषामहे इति पदस्य पुरुषः कः पुरुषः सम्भाषामहे पुरुषै बहुवचनं वचनं वयमस्ति किल तर्हि उत्तमपुरुष जानाति उत्तमपुरुष अग्रिमं करोतु रामः सः लक्ष्मण अरण्यं गतवान् रामेण सह लक्ष्मण अरण्यं गतवान् रामा अलोङ्ग् वित् लक्ष्मण गो टु फारेस्ट् हू वेण्ट् एण्ड् हू वेण्ट् अलोङ्ग् वित् हूम् रामा सह लक्ष्मण रामेण सह लक्ष्मणः तर्हि लक्ष्मण लक्ष्मण अलोङ्ग् वित् राम वेण्ट् टु द फारेस्ट् गतवान् कीदृशं पदम् तवतु उत्तमं अग्रिमं करोतु कृषिकः आनन्दः जीवति कृषिकः आनन्देन जीवति अर्थः फार्मर्स् एन्जाय् देर् लैफ् एन्जाय्मेण्ट् वित् जाय् दे लिव् परन्तु तत्र दे किमर्थं कृषिकः इति पदस्य वचनं किम् एकवचनं तर्हि फार्मर् नैव फार्मर् एव अग्रिमं करोतु छात्रः सन्तोषः पाठं पठति छात्रः सन्तोषेण पाठं पठति णत्वमस्ति सन्तोषेण ओके चिल्ड्रन् children happily studied yes परन्तु children किमर्थं children किमर्थं तत्र बहुवचने अस्ति किम् एकवचने children child sorry child reads the lesson with happiness तत्र पाठम् इति पदस्य विभक्तिः का पाठम् इस् द्वितीया विभक्ति द्वितीया विभक्तिः उत्तमम् अग्रिमं करोतु सेवकः दण्डः शुनकः ताडयति शुनकं ताडयति दण्डेन sevaka dandena shunukam taaleeti. The soldiers hit with the stick. हा सैनिकः नास्ति तत्र सेवकः द हेल्पर् सेवक हेल्पर् ओके ऐ थाट् सोल्जर् सोरि सोरि ऐ थाट् सोल्जर् सैनिकः सर्वर् सर्वर् सर्वर् शुनकं किम् डाग् डाग् ताडयति अग्रिमं करोतु करोतु भक्तः पुष्पाणि देवं पूजयति भक्तः पुष्पाणि देव पूजयति पुष्पाणि पुष्पे पुष्पैः पुष्पैः भक्तः पुष्पैः देवं पूजयति पुष्पैः बिकास् बहुनि पुष्प उत्तमम् अर्थः अर्थः कः डिवोटी वर्षिप् वित् दि फ्लवर्स् उत्तमं धन्यवादः महोदय धन्यवादः विशालाक्षी भगिनी या सौचिकः कर्तरि वस्त्रं कर्तयति सौचिकः कर्तर्या उत्तमं कर्तर्या वस्त्रं कर्तयति अर्थः द टेलर् नो द टेलर् सत्यं कट्स् द क्लोत्स् वित् वित् द सिज़र् क्लच् द क्लात् वस्त्रं अग्रिम विजयः नो दट् इस् दट् विजयः मित्राणि सह क्रीडति विजयः मित्राणि विजयः विजयः मित्राणिभिः किमर्थं किमर्थं भगिनि तत्र प्रातिपदिकं किम् मित्राणि अस्ति तर्हि प्राचित् मित्रं तर्हि मित्रं नपुंसकलिङ्गे अस्ति चेत् तृतीया विभक्ति बहुवचने किं भवति किमर्थं भगिनि दृष्ट्वा वदतु या अभ्यासस्य अन्ते मित्रैः मित्रैः मित्रैः मित्रैः सह क्रीडति दृष्ट्वा वदतु चिन्ता नास्ति दृष्ट्वा वदतु मित्रं तत्र पुस्तकम् उद्घाटयतु चिन्ता नास्ति मित्रैः सह क्रीडति मित्रैः सह मीन्स् विजय विजय he plays along with friends friends what we have to do is tatra mitrani mitrani automatically vanam vanan vanam vane vanani you know it is napumsakalikam so what will be the what will be the ekavachanam mitra mitram mitram is the prathama vibhakti that you have to find out it is akaranta napumsakalinga and you have to check for napumsakalinga and pumlinga from tritiya vibhakti onwards all of them have the same rupam तत्र सर्वे तूष्णीं तिष्ठन्तु म्यूट् मध्ये तिष्ठन्तु क्षम्यतां तत्र कः म्यूट् मध्ये तिष्ठन्तु सर्वे एकनिमिषः भगिनि यस् हरि ओम् ऐ काण्ट् सी या ऐ काण्ट् सी mute you want me also to go on mute asto no no agre ha idani agrimam karo tatra shabdah kasya asti na jani rani ha vijayah navikah agrimam karo tu navik shigram ha navik नाविकः नौका नदीं तरति नाविकः if we have to see and tell that is the problem nauka that is nauka naukaya naukaya naukaya nadim tarati nadim tarati sanyasi stotrani devam toshayati vakyasya navika the boatman vakyasya the boatman the boatman rows in the river with in a boat nadim he by a boat he crosses the river tarati tyukte crosses the river sanyasi stotrani devam toshayati sanyasi stotrabhih naiva bharini stotrani naiva स्तोत्राणि तत्र लिङ्गं किं वनानि वनानि वने वनं वनानि तर्हि स्तोत्रं भवति एकवचने स्तोत्रं तत्र तृतीया विभक्ति बहुवचने पश्यतु ओके स्तोत्रं स्तोत्रं देवं तोषयति सिंग्युलर् स्तोत्रैः भगिनी तत्र स्तोत्रैः स्तोत्रं स्तोत्रं वनं वत् अस्ति तर्हि स्तोत्रैः तृतीया विभक्ति बहुवचनम् अस्ति तोषयति मेक्स् प्लीजेस् प्लीजेस् गाड् वित् वित् द स्तोत्रा वित् द स्तोत्रा ओके अग्रिमं छात्रः अङ्गुली गणनां करोति अङ्गुलिः तत्र अदौ कीदृशं पदं अङ्गुली नदीव नदीवत् अस्ति एकवचने अस्ति तर्हि नदी इति शब्दस्य एकवचनं तृतीयाविभक्तिरूपं किं नद्या सो अङ्गुल्या इदानीं छात्रः अङ्गुल्या गणनां करोति द स्टूडेण्ट् कौण्ट्स् वित् हिस् फिङ्गर्स् वित् फिङ्गर्स् छात्राः अध्यापिकाः सह सम्भाषन्ते छात्राः विकम्स् स्त्रीलिङ्ग नु परन्तु अत्र छात्राः किमर्थं आवरणे किम् अस्ति भगिनि आवरणे किम् अस्ति अध्यापिकाः तर्हि अध्यापिकाः अध्यापिका इति प्रातिपदिकम् आकारान्त स्त्रीलिङ्गशब्दः अस्ति तर्हि मालावत् अस्ति परन्तु अत्र बहुवचने अस्ति तर्हि रूपं किम् अध्या नो ऐ डिण्ट् अण्डर्स्टाण्ड् देट् यु टेल् मी इफ् इट् वास् मालाः वाट् वुड् बि द रूपम् मालाभिः मालाभिः सः सम्भाषन्ति छात्राः स्टुडेण्ट् दे कन्वर्स् वित् द टीचर् फीमेल् अध्यापक मेल् इस् अध्यापक अग्रिमं रामः राक्षसाः सह युद्धं कृतवान् रामः No, that also is a big Rakshasa iti pradikam. Rakshasa iti pradipadikam. Rama vat. Tarhi, kim bhavitum arati? Dritiya vibhakti bahuvachane? Rakshasabhihi. Rakshasaihi. Saihi. Rakshasaihi. Rakshasa. Rakshasaihi. Dosha. राक्षसैः बिकास् इट् इस् पुंलिङ्गे युद्धं कृतवान् रामः अस्तु एतेन तु तृतीयाविभक्तेः अभ्यासं समाप्तम् ओके